नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः इति तृतीयपाठः प्रवर्तते। तत्र वयं गतसप्ताहे तस्य आरम्भं कृतवन्तः। तत्र वयं किं दृष्टवन्तः इत्युक्ते, तकारादिप्रत्यये परे कार्याणि कथं प्रवर्तते इति दृष्टवन्तः। तत्र वर्गप्रथमः, द्वितीयः, तृतीयः प्राक् यथा तकारादिप्रत्ययः आगच्छति चेत् तत्र खरि च इत्यनेन कार्यं चर्त्वं भवति इति परिशीलितवन्तः। तत्रैव वयं ख ख ख इति कवर्गस्य प्रथम द्वितीय तृतीयवर्णः अस्ति चेत् करि च इत्यनेन कुत्वम्, अनन्तरं चवर्गस्य अस्ति चेत् सामान्यतया तत्र चवर्गः चकारः जकारः अस्ति चेत् तत्र करि च, चोहोकुः प्रथमम् अनन्तरं करि च इत्यनेन, चोहोकुः इत्यनेन कुत्वं, करि च इत्यनेन चत्वं, चत्वम् इति वक्तव्यम् आसीत् पूर्वतन प्रथम यदा उक्तवती, तत्रापि चत्वं कुत्वम् अस्ति, चोहोकुः इत्येव कुत्वम्। अनन्तरं सामान्यमस्ति तद् चवर्गस्य कृते, यदा विशेषः अस्माकं परिचितसूत्रमेव व्रश्च ब्रश्च इत्यनेन चषांशः इत्यनेन मूर्धन्यषकारादेशः भवति। परन्तु यदा वयं गतपाठे दृष्टवन्तः, तत्र तु सि इति प्रत्ययः परः अस्ति इति कृत्वा षडोः कः सि इत्यस्य प्रसक्तिः आसीत्। अत्र तु तकारप्रत्ययाः प्रत्ययौ स्तः, अतः तत्र कार्यं तु किञ्चित् भिन्नं। ष्टुनाष्टुः इति सन्धिसूत्रम् 8-4 तस्य कार्यं भवति इदानीम्। अतः व्रश्च ब्रश्च इत्यनेन षत्वम्, अनन्तरं ष्टुनाष्टुः इत्यनेन ष्टुत्वम् इति भवति अस्मिन् यदा तकारादिप्रत्ययः परः अस्ति चेत्। तावदेव दृष्टवन्तः प्रायः। चकारान्तधातुः अपि तत्रापि वर्गद्वयम् अस्ति। प्रथमं यदा तुक् सहितचकारः वा नास्ति वा इति द्रष्टव्यं। तुक् सहितचकारः अस्ति चेत् श्वोः षूडनुनासिके च इत्यनेन षत्वं तालव्यषकारः, अनन्तरं तदा अनन्तरं ब्रश्च ब्रश्च इत्यनेन मूर्धन्यषकारः। तत्र तत्तु सूत्रसमूहः इति मनसि भवेत् चेत् सौलभ्यं भवति। श्वोः षूडनुनासिके च, अनन्तरं ब्रश्च ब्रश्च यदा तुक् सहितचकारः अस्ति चेत्। तुक् रहितचकारः अस्ति चेत् सामान्यसूत्रं चोहो कुः इत्यनेन कुत्वम्। अनन्तरं यदा टवर्गः अस्ति चेत् तत्र ष्टुनाष्टुः इत्यस्य साक्षात् कार्यं, ष्टुनाष्टुः अनन्तरं करि च इत्यस्य कार्यं, ष्टुनाष्टुः 8-4-41 इति अस्ति, तस्य कार्यं प्रथमं, करि च 8-4-55, अतः तस्य कार्यम् अनन्तरम्। अतः टवर्गस्य तु ष्टुनाष्टुः करि च, अनन्तरं तवर्गः तस्य एव वयम् आरम्भं कृतवन्तः गतसप्ताहे, तस्मात् एव पठामः। महोदय, भवान् एव पठति वा? थ थ एकवारं किमपि न दत्तवान्, एकवारम् अहं त्रि अभवत् तत्र चकारान्तधातोः वर्गद्वयं तदेव वा? तदनन्तरम् एकवारं नमस्ते भगिनि, उषा अस्मि। नमस्ते भगिनि, सूत्रं पश्यते वा? मकारान्त मकारान् एकवारं जरोजरि आमां, तस्मात् किञ्चित् पूर्वं करि च इत्यनेन अत्र अत्र तदेव वा? आमाम्, अस्तु अस्तु, एकवारं टठ अभवत्, तथा द करिचैतन्येन तकारः भवति, ततः खलु भगिनि? आम्, अस्तु अस्तु, करिचैत्यनेन प्रथमादेशः भवति. प्रत्यादौ स्थितस्य तथा इत्यनयोः कोऽपि विकारः नास्ति. यथा अद्योगति करिचैत्यनेन तकारस्य तकारः भवति अति. अद्योगतः अत्रापि करिचैत्यनेन दकारस्य तानेवर्गप्रथमवर्गे प्रथम अत्थ अत्थः छिन्द् योग तः तः इति अस्ति. इदानीं तत्र दकारस्य ताने चिन्त् योगतः चिन्तः अपि च चिन्त् त अस्तु. अत्र तकारस्य एक रूपद्वयमस्ति. तकारस्य लोपः भवति जरोजरित्वेन वा अस्तु. छिन्द् योगतः अत्रापि करिचैतनेन चिन्त् चिन्त्योग चिन्त्योगतः चिन्त अथवा चिन्त इति अत्र तकारस्य लोपः भवति जरोजरित्वेन. अत्र चिन्त चिन्त इत्यनयोः विकल्पेन तलोपं कृत्वा चिन्तः चिन्तः भवतः. सूत्रमस्ति जरोझरीसवर्णे इति. जरोझरीसवर्णे इति सूत्रम् अस्ति. चतुर्थपादे पञ्चषष्टितमं सूत्रमस्ति. हलुत्तरस्य जरः हलुत्तरस्य जरः विकल्पेन लोपः सवर्णे झरिपरे. जरः षष्ट्यन्तं झरिसप्तम्यन्तं सवर्णे सप्तम्यन्तं त्रिपदविधं सूत्रम्. हलो यमां यमि लोपः इत्यस्मात् हलः लोपः हलः लोपः च इत्यनयोः अनुवृत्तिः. जयोहोऽन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति. हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् इति अस्ति. अस्तु अत्र करिचित् हा अत्र करि तकार तकार दकारयोः किं भवति. तकारे तकाराधिपत्ये परे इति अस्ति. अत्र तृतीय तत्र तकारः करिचैतनेन तकारस्य आदेशः भवति इति अस्ति. अनन्तरम् एकं नूतनं सूत्रम् अस्ति जरोझरीसवर्णे इति. अत्र छिन्द् योगतः छिन् अत्र तकारद्वयमस्ति. तकारद्वयमस्ति तेन तत्तकारस्य तवर्गीयद्वयवर्णः अस्ति चेत् तत्र लोपः भवति इति अस्ति. जरोझरीसवर्णे जरोझरीसवर्णे वदति हल् उत्तरस्य जरः विकल्पेन सवर्णे झरिपरे लोपः भवति इति अस्ति. अत्र चिन् यथा चिन् छिन्द् योगतः इति अस्ति. अत्र इदानीं तत्र दकारस्य तकारः भवति चिन् चिन्तः इति. अत्र तकारद्वयमस्ति अतः तत्र पूर्वं हल् अस्ति अनन्तरं तकार अस्ति. तकारपरे तकारझर्वर्ण अस्ति. सवर्णे झरि तकार अस्ति अतः तस्य लोपः भवति. तथैव चिन्तः इति इत्यस्मिन्नपि तत्र तकारस्य लोपः भवति सवर्णे. यद्यपि तत्र तकारः अल्पप्राणः अस्ति परन्तु तकारः महाप्राण सवर्ण अस्ति अतः तत्र तकारस्य लोपः भवति इति अस्ति. समीचीनं. जर्वर्णः कः महोदय? जर् यत्र वर्गीय प्रथम द्वितीय तृतीय चतुर्थ अपि च शशसर् इति शशस ऊष्माणः ऊष्मणहकारः अपि भवति खलु तत्र ऊष्मवर्णस्य. आं परन्तु जर् इत्यस्य अतः हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णे जरिपरे. सवर्णजरः अस्ति चेदेव लोपः, हल् उत्तरम् अपि भवेत् अत्र. बहु किमपि निमित्तानि त्रयः संयोगः भवेत् त्रिषु सारि त्रि त्रयाणां वर्णानाम् अत्र भवेत्, अनन्तरं तत्र द्वितीयतृतीयसवर्णः भवेत् इति अस्ति खलु. आम् हल्लु, आम् हल्लु उत्तरस्य जरः सवर्णे जरे. आम् संयोगः भवेत् वर्णत्रयस्य. समीचीनं, धन्यवादः महोदय. इदानीं तस्य कृते एव सवर्णसंज्ञा कथं भवति इति पश्यामः. तत्र तुल्यस्य प्रयत्नं सवर्णम् इति एकं सूत्रम्, अनुदित् सवर्ण च प्रत्ययः, तद् प्रायः अस्माकं वर्गे वयं पूर्वं पठितवन्तः इति चिन्तयामि. सूत्रद्वयस्यापि अत्र कार्यमस्ति सवर्णसंज्ञा ग्रहणार्थं. तत्र तुल्यस्य प्रयत्नं सवर्णम् इति सवर्णसंज्ञा सूत्रम्, अनुदित् सवर्णस्य च प्रत्ययः इति इत्यनेन सवर्णग्राहकं भवति. अतः सूत्रद्वयमपि प्रथम अध्याये अस्ति, तद् पठामः किञ्चित्. विद्या भगिनी, आं भगिनि, पठतु भगिनि. तुल्यस्य प्रयत्नं सवर्णं प्रथमाध्याये प्रथमपाठे नव सूत्रेण तालु आदिनी स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन सवर्णे सह तौल्यं तुल्यस्य भावः तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. सवर्णसंज्ञा विधायकसूत्रं तुल्यः नाम सदृशः आस्यम् असुधातोः असुधा अस् असि यो योजनं ञत् अत्र अत्र आस्यम् इति आगच्छति. नाम मुखे आस्यं नाम मुखे संज्ञायते यत् तुल्यं च तुल्यस्य च तुल्यौ आस्यश्च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ तयोः त तुल्यस्य प्रयत्नं द्वन्द्वगर्भः बहुवीतिः. तुल्यस्य प्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं तुल्यस्य प्रयत्नं सवर्णं. तत्र तालु आदिनि स्थानानि भवत्या करपत्रं प्रेषितं, तत्र तालु आदानि यशु यशानां तालु इ शावर्गः अनन्तरं या शकारः तालव्यशकारः आभ्यन्तरप्रयत्नः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तुल्यं भवति तयोः वर्णयोः एव सवर्णसंज्ञा स्यात्. यत्र यत्र वर्णस्य तुल्यं भवति तत्र वर्णसंज्ञा सवर्णसंज्ञा स्यात्. सवर्णसंज्ञा विधायकसूत्रं तुल्यः नाम सदृशः तादृश सदृशः इत्युक्ते तुल्यः एव. आस्यम् इत्युक्ते अत्र अस् धातोः ञत् योजनेन आस्यम् इति भवति. नामे मुखे संज्ञायते इति मुखेन यावत् वर्णाः आगच्छति तत् मुखे संज्ञायते तावदेव भगिनि. तत्र तुल्यम् इत्युक्ते किं चेत् तुल्यस्य तुल्यौ आस्यच्च किमस्ति चेत् आस्यस्य आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ तयोः त तुल्यस्य प्रयत्नं द्वन्द्वगर्भः तत्र बहुवीति आगच्छति द्वन्द्वगर्भः इति. तुल्यस्य प्रयत्नं प्रथमान्तं सवर्णमपि प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयमेव सम्पूर्णम् अत्र अनुवृत्तिसहितसूत्रं नास्ति. एतदेव तुल्यस्य प्रयत्नं सावर्णं तत् सम्पूर्णसूत्रमेव. समीचीनं भगिनि. मानाभ्याम् इत्युक्ते तत्र येन यत् मेजर्मेण्ट् इति तत्र द्वयोः कारणेन तालु अपि तानपि प्रयत्नस्य मानाभ्यां वा मानाभ्याम् इत्युक्ते तालु आदीनि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां मान इत्युक्ते मेजर् आर् वट् एवर् द स्टाण्डर्ड् तत्रापि तुल्यमेव आगच्छति. मानाभ्याम् इत्युक्ते तुल्यमेव द क्रैटीरिया वा मानाभ्याम् इत्युक्ते अत्र आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं क्रैटीरिया इत्यर्थे वा सदृशतमः इत्येव अर्थः महोदय. माना इति माति तत्र क्रैटीरिया आभ्यां मानाभ्याम् इत्युक्ते तालु सारि तानपि प्रयत्न द्वयमपि समीचीनं क्रैटीरिया द्वयमपि पूरणीयं. सम्यक् तदेव समानौ खलु भगिनि. समानौ समीचीनम्. अतः तत्र मुखस्थित उच्चारणस्थानम् आभ्यन्तरप्रयत्नः समानौ स्तः एव तत्र परस्परयोः सवर्णम् इति उच्यते. तुल्य आस्य प्रयत्न इति आरम्भं भवति, कण्ठ आस्य प्रयत्न इति नास्ति. यत्रापि तत्र अकुहविसर्जनीयानां कण्ठः इत्येव प्रथमसूत्रमस्ति किल उच्चारणस्य, तस्य उल्लेखनम् अत्र नास्ति. तुल्यास्य प्रयत्नं सवर्णम्. अतः मुखे स्थित उच्चारणस्थानम् आभ्यन्तरप्रयत्नः समानौ स्तः चेत् तत्र परस्पर वर्णौ परस्परयोः सावर्ण्यम् इति नाम भवति. तद् अपि एकं मुख्यं विषयः. मुखे स्थितं वर्णाः मुखे स्थितं वर्णाः सावर्णः. समीचीनम्. अग्रे पठामि वा? आं पठतु भगिनि. वर्णद्वयं यदा मुखस्य स्थाने मुखस्य समानस्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति, अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति. स्थानानि कण्ठः, तालु, मूर्ध, दन्त, ओष्टौ इत्यादिकम्. आभ्यन्तरप्रयत्नाः इत्युक्ते स्पष्टः, ईषत् स्पृष्टः, ईषत् विवृत्तः, संवृत्तः चेति च इति. बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः च इति. देयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते. बाह्यप्रयत्नः अस्मिन् विषये न एव अन्तर्भूतः. अनेन अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति. येषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः, विवृतश्च. तत्र वर्णद्वयं यथा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नः अस्ति उच्चारस्थाने, अनन्तरं बाह्यन्तरप्रयत्नः अपि अस्ति. तत्र आभ्यन्तरप्रयत्नः मुखात् बहिः कश्चन प्रयत्नः भवति, वर्णः प्रयत्नः भवति, एतदेव बाह्यप्रयत्नाः इति अस्ति. स्थानानि कण्ठः, तालु, मूर्ध, दन्त, ओष्ठौ इत्यादिकं बाह्यप्रयत्नः, बहिः आगच्छति. यथा वयं भाषणं कुर्मः एतत् सर्वं मुखेन, एतत् कण्ठः, तालु, मूर्ध, दन्त, ओष्ठौ इत्यादिकम् आगच्छति. आभ्यन्तरप्रयत्नः इत्युक्ते स्पष्टः, ईषत् स्पृष्टः, ईषत् विवृद्धः, विवृत्तः संवृत्तः च इति बाह्यप्रयत्नः. आभ्यन्तरप्रयत्नः इत्युक्ते अन्तर्कार्यं करोति, बाह्यप्रयत्नः चेत् कार्यं बहिः अस्ति, एतदेव बाह्यप्रयत्नम् अस्ति. अनन्तरं तत्र बाह्यप्रयत्नः इत्युक्ते विवारः, संवारः, स्वाशकः, नादकः, घोषकः, अघोषकः, अल्पप्राणः, महाप्राणः, उदात्तकः, अनुदात्तकः, स्वरितकः, एतत् सर्वं बाह्यप्रयत्नः अस्ति. देयं तत्र किं द्रष्टव्यं चेत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च आभ्यन्तरप्रयत्नाः एतत् सर्वं मिलित्वा एव तत्र कार्यं करोति. बाह्यप्रयत्नः अस्मिन् विषये न एव अन्तर्भूतः. अनेन अत्र आ आ इति अष्टादश आकारः, ह्रस्वः, दीर्घः, प्लुतः, एतत् सर्वं मिलित्वा तत्र अष्टादश आकारः इत्येषां सावर्ण्यं भवति. येषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः इति विवृतः अपि अस्ति. अत्र किञ्चित् वक्तव्यं चेत् वदतु भगिनि. अवश्यं सम्यक्तया न सम्यक् एव, समीचीनं नास्ति, धन्यवादः. अन्यत् नास्ति. अतः तत्र उल्लेखः यद्यपि तत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यस्य सूत्रस्य एव अस्ति, तदापि तत्र यदा तालु आभ्यन्तरप्रयत्नसमानौ स्तः तत्तु तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन सवर्णसंज्ञा भवति. अनुदित् सवर्णस्य च प्रत्ययः यद् तत्र दत्तमस्ति किल, अनेन अ अपि च सर्वे अष्टादश आकाराः इत्येषां सावर्ण्यं भवति इति, तत्तु अनुदित् सवर्णस्य च अप्रत्ययः. कथं जानीमः अकारस्य आकारस्य सावर्ण्यम् अस्ति इत्युक्ते तत्र अनुदित् सवर्णस्य च अप्रत्ययः इत्यनेन तत्र सावर्ण्यं भवति. अनन्तरम् अस्माकं बाह्यप्रयत्नस्य विषये तु स्थानेन्तरतमः इत्यत्र तत्र तु वयं प्रायः पूर्वं बहुपूर्वं दृष्टवन्तः, तत्र स्थानसाम्यं भवेत्, अर्थसाम्यं भवेत्, गुणसाम्यं भवेत् इति. तत्र यदा गुणसाम्यम् इति अस्ति तत्र एव अस्माकं बाह्यप्रयत्नः इत्यस्य कार्यं, हकारस्य सवर्णवर्णः कः इति यदा चिन्तयामः तत्र वयं बाह्यप्रयत्नस्य एव सहायं स्वीकुर्मः. तदेव अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? तद् यदा कथम् अवगन्तुं शक्नुमः इत्युक्ते तद् टेबल् यद् अहं प्रेषितवती तद् किञ्चित् सौलभ्यं भवति. अनेन वयम् आभ्यन्तरप्रयत्नाः के, बाह्यप्रयत्नाः के, अनन्तरम् उच्चारणस्थानं किम् इति अवगन्तुं शक्नुमः. तत्रापि भगिनी अत्र नाज्जलौ इत्यपि तत्र शकारः ईश्वचानां तालु अस्ति, अतः शकारः अस्ति, तस्यापि विवृतमस्ति, इकारस्य विवृतमस्ति, अतः स्थानसाम्यम् अस्ति, आभ्यन्तरप्रयत्नसाम्यम् अस्ति, अतः तत्र अग्रिमपरिचये दत्तमस्ति. परन्तु तत्र एव मम प्रश्नः, नाज्जलौ इत्यनेन तत्र निषेधं भवति किल इति. पश्यामः, तत् पठित्वा तत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति चेत् तदपि. शकारस्य अत्र अनेन सूत्रेण तुल्यस्य प्रयत्न सवर्ण इत्यनेन तत्र सावर्ण्यं भवति शकारस्य ईकारस्य. आम् विवृतमस्ति, विवृतमस्ति शकार. ईकारापि दत्तमस्ति वा? नाज्जल इत्यनेन तत्र निवार्य अत्र अहम् अच् हलौ सवर्णौ न इति तत्र अन्ते दत्तमस्ति अष्टाध्यायी डाट् काम् मध्ये. सवर्णसंज्ञा तदा सवर्णग्रहणम् एतौ भिन्नौ विषयौ स्तः, तुल्यास्य प्रयत्नं सवर्णं 119 तदा न जलौ अग्रिमसूत्रम्। एताभ्यां सूत्राभ्यां सवर्णसंज्ञायाः व्याख्या क्रियते। अस्मात् अनन्तरम् अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रेण प्रत्याहारैः सवर्णग्रहणं भवति। अस्य क्रमस्य विषये तद् न आवश्यकं। न जलौ कुत्र पठितवती? हा, स्वरव्यञ्जनयोः सावर्ण्यम्। अनेन सूत्रेण अवर्णहकारयोः इवर्णषकारयोः ऋवर्णषकारयोः मूर्धन्य लुवर्णसकारयोः अपि सावर्ण्यं विधीयते तुल्यास्य प्रयत्नं सावर्णम् इत्यनेन। यतः प्रत्येकं युगलस्य विषये स्थानम् आभ्यन्तरप्रयत्नः च मितः समानौ स्तः, समानमस्ति। परन्तु न जलौ इति अग्रिमसूत्रेण एतादृशस्वरव्यञ्जनयोर्मध्ये प्राप्तस्य सावर्णस्य निषेधः क्रियते। तद् बहु मुख्यबिन्दुः अस्ति। अथवा वयं अकारस्य हकारस्य अपि सवर्णम् इति वक्तुं शक्नुमः किल, यदा अस्माकम् आदेशः कुर्मः तत्र हकारः अपि हकारस्य स्थाने अकारः अपि, अकारस्य स्थाने हकारः अपि, तत्र निषेधस्य तु आवश्यकम्। पाणिनि बहु वार्षिकं लिखितवान् आम् बचता इति पठितवान् कुत्र पठितवान् आसीत् दशसहस्रवार्तिकान् लिखितवान् आसीत् इति परन्तु पतञ्जलिना निराकृता बहूनां न आवश्यकम् इति पतञ्जलि आर्बिट्रस् फैनल् अस्तु। श्रीवल्ली भगिनी अग्रिमपरिचयः पठति वा? आं भगिनि। यद्यपि कस्यचित् अवर्णस्य उदात्तसंज्ञा कस्यचित् अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य, अतः सावर्ण्यविषये न एव आयाति। तथा एव खा एतेषां पञ्चानां सवर्णसंज्ञा भवति। यद्यपि ककारस्य बाह्यप्रयत्नः विवारः श्वासः अघोषः अल्पप्राणः च अपि तु ककारस्य बाह्यप्रयत्नः संवारः नादः घोषः महाप्राणः च नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारककारयोः सवर्णसंज्ञा भवति एव। यतोहि मुखे स्थानं समानं, कण्ठः आभ्यन्तरप्रयत्नः समानः, स्पृष्टः च। ककारः चकारः इत्यनयोः सवर्णसंज्ञा तु न भवति, यतः यद्यपि आभ्यन्तरप्रयत्नः समानः स्पृष्टः, तथापि मुखे स्थानं भिन्नं, ककारस्य कण्ठः चकारस्य तालु इति। ककारज्ञकारयोः सवर्णसंज्ञा भवति, यतः मुखे स्थानं समानं, कण्ठः आभ्यन्तरप्रयत्नः समानः स्पृष्टः च। तयोः बाह्यप्रयत्नः भिन्नः, यतः ज्ञकारस्य कृते नासिकायाः प्रयोगः भवति, परञ्च स च भेदः मुखात् बहिः वर्तते, अतः अत्र अप्रासङ्गिकः विषयः इति। अकारः ककारः इत्यनयोः सवर्णसंज्ञा भवति वा न एव, द्वयोः स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः, अकारस्य विवृतः ककारस्य सुष्ठः इति। सावर्ण्यम् इति आभ्यन्तरप्रस्थानम् अपि आभ्यन्तरप्रयत्नं समानम् अस्ति एव सवर्णवर्णः इति उच्यते। अत्र उदाहरण अवर्णस्य उदात्तसंज्ञा अण्ड् कस्यचित् अनुदात्तसंज्ञा, तदापि केवलं तस्य प्रयत्नः बाह्यप्रयत्नः, अतः सावर्णविषये न एव आयाति। बाह्यप्रयत्नः सावर्णविषये न एव आयाति। कवर्गीयवर्णानि कख ग घ ञ एतेषां पञ्चानां सवर्णसंज्ञा भवति. ककारस्य बाह्यप्रयत्नः विवारः श्वासः अघोषः अल्पप्राणः चापि च घकारस्य बाह्यप्रयत्नः संवारः नादः घोषः महाप्राणः इति बाह्यप्रयत्नः द्वयोः वर्णयोः बाह्यप्रयत्नः भिन्नः तथापि ककारघकारयोः सवर्णसंज्ञा भवति इति किं मुखे स्थानं समानं कण्ठः ककारघकारयोः समानस्थानम् अस्ति कण्ठः च आभ्यन्तरप्रयत्नः समानः अस्ति स्पृष्टः अस्ति इति कारणेन ककारघकारयोः सवर्णसंज्ञा भवति. एतमेव ककारः चकारः इत्यनयोः सवर्णसंज्ञा न भवति किन्तु ककारचकारयोः स्थानं भिन्नम् अस्ति. ककारस्य स्थानं कण्ठः चकारस्य स्थानं तालुः अस्ति. आभ्यन्तरप्रयत्नः समानः अस्ति स्पृष्टः अस्ति न भवति स्थाने स्थानं भिन्नम् अस्ति इति कारणेन सवर्णं न भवति सवर्णसंज्ञा न भवति. चकारककारयोः आभ्यन्तरप्रयत्नः समा अस्ति तुल्यस्य प्रयत्नं सवर्णम् इत्यत्र निमित्तद्वयं किल उच्चारणस्थानम् आभ्यन्तरप्रयत्नम् अतः चोहोकुः इति अत्र कुत्वं कथं भवति च वर्गस्य कवर्गः इति यथा यथा पठामः तत्र परिभाषासूत्रमपि बहु मुख्यं ककारघकारयोः सवर्णसंज्ञः भवति यतः मुखे स्थानं समानं भवति आभ्यन्तरप्रयत्नः समानः स्पृष्टः भवति इति परन्तु तयोः बाह्यप्रयत्नः भिन्नः यतः नकारस्य कृते नासिकायाः प्रयोगः भवति स च भेदः मुखात् बहिः वर्तते अतः सावर्ण्यं नास्ति अप्रासङ्गिकः विषयः इति. अकारः ककारः इत्यनयोः सवर्णसंज्ञा भवति वा न भवति स्थानं समानं परन्तु आभ्यन्तरप्रयत्नः भिन्नः अकारस्य आभ्यन्तरप्रयत्नः विवृतः ककारस्य आभ्यन्तरप्रयत्नः स्पृष्टः इति कारणेन अकारककारयोः सवर्णसंज्ञा न भवति. अत्र सारांशः एवं यत् तकार तत्र किं कुर्मः नाजलौ इति सूत्रम् एकवारम् अष्टाध्यायी डाट् काम् मध्यतः पठामः अनन्तरम् अग्रे गच्छामः. एकवारमेव तत् आगच्छति यदा आगच्छति पठामः. 1110 इति सूत्रसङ्ख्या तत्र पठति वा भगिनी एव स्वराः तथा आं भगिनि स्वराः किं भगिनि ना चलो आं भगिनि अनुवृत्ति सवर्णमस्ति न अच् च हलो सवर्ण स्वराः तथा व्यञ्जनानि परस्पराणां सवर्णानि न भवन्ति आम् एवः शले कण्टिन्यू भगिनि एयोः वर्णयोः ओके एयोः वर्णयोः मुखस्थितम् उच्चारणस्थानं तथा आभ्यन्तरप्रयत्नः परस्पराभ्यां सह समानः अस्ति तयोः तुल्यासप्रयत्नं सवर्णम् अनेन सूत्रेण सवर्णसंज्ञा दीयते. तुल्यासप्रयत्नं सवर्णम् इत्यस्य आधारेण तु अकारहकारयोः इकारषकारयोः ऋकारषकारयोः ऋकारसकारयोः अपि सावर्ण्यं विधीयते. तस्य निषेधं कर्तुं वर्तमानसूत्रं पाठितम् अस्ति. आं भगिनि, तुल्यासप्रयत्नसवर्णम् इत्यस्य आधारेण अकारहकारयोः सवर्णं भवितुम् अर्हति. इकारशकारयोः, ऋकारशकारयोः, ऋकारसकारयोः अपि सावर्ण्यं विधीयते. परन्तु तस्य निषेधं कर्तुं वर्तमानसूत्रम् अस्ति. अतः इदं सवर्णसंज्ञानिषेधस्तूत्रं न चलति. स्वराः तथा व्यञ्जनानि परस्पराणां सवर्णः न सन्ति इति अस्य सूत्रस्य आशयः. इत्युक्ते केवलम् अकार हकारविषये नास्ति किल. तत्र यदा वयम् अत्र अकारककारयोः विवृतः इति अस्माकं करपत्रे अस्ति, तस्यापि निषेधमेव करोति किल. अकारककारः इत्यनयोः सवर्णसंज्ञा भवति वा न? किमर्थम् इत्युक्ते स्थानं समानं परन्तु आभ्यन्तरप्रयत्नः भिन्नः. तत्तु अहम् अङ्गीकरोमि, परन्तु नाजलौ इत्यनेन एव न भवति किल. तत्र स्वरव्यञ्जनयोः सावर्ण्यं न भवति इति कारणेन. न, अत्र भगिनि तत्र आभ्यन्तरप्रयत्नः स्पष्टः अस्ति, स्पृष्टः अस्ति. अतः एव अकार अकार ककारयोः न भवति इति अस्ति. परन्तु सकारस्य तादृशं नास्ति. सकार सकार इकार अकार हकार तत्र आभ्यन्तरप्रयत्नः समानः अस्ति, स्थानमपि समानमस्ति. तत् समीचीनं महोदय. मम प्रश्नः एवमस्ति, तत्र अकार ककारयोः प्रयत्नः एव न द्रष्टव्यः. तत्तु आम् नाम आमां सत्यं तद् इति प्रश्नः न उदेति एव. तत्र नाज्जलौ नाज्जलौ इत्यनेन नावश्यकं. तत्र नाज्जलौ अकार अकारककारस्य कृते सावर्णस्य कृते नाज्जलौ न आवश्यकं. किमर्थमिति चेत् आभ्यन्तरप्रयत्नः भिन्नमस्ति, स्पृष्टः अस्ति ककारस्य. अतः तत् नावश्यकं. परन्तु इकारस्य शकारस्य अथवा ऋकारस्य शकारस्य तादृशस्थले आवश्यकमस्ति. किमर्थमिति द्वयमपि समानं नास्ति, समानौ स्तः द्वौ अपि. समीचीनम्. आम् इदानीं किमर्थम् इत्युक्ते प्रथमं विधीयते सूत्रम्, अनन्तरमेव निषेधः भवति किल. अत्र अकारककारयोः विधानमेव नास्ति सवर्णस्य. समीचीनम्. अतः तस्य निषेधस्य आवश्यकता नास्ति. नास्ति. सम्यक्. सम्पूर्णसूत्रमस्ति. अच् हलौ सवर्णौ न. अत्र सवर्णस्य प्रसक्तिः नास्ति. अत्र अकारस्थाने हकारः आगच्छति, इकारस्य स्थाने शकारः, दन्ते शकारः, ऋकारस्य स्थाने शकारः, लृ स्थाने सकारः. एतत् सावर्ण्यं विधीयते, परन्तु सावर्णः न सः. आम्, अनेन सूत्रेण निषेधं भवति. सामान्यतया ते तु सावर्ण्यः एव, परन्तु अनेन सूत्रेण तस्य निषेधं भवति. न भवति चेत् रूपं तु दोषाय एव आगच्छति किल. सर्वत्र तु प्रसक्तिः तु अस्ति. तुल्यास्य प्रयत्नं सवर्णम् इत्यनेन प्रसक्तिः अस्ति, परन्तु अनेन सूत्रेण तत्तु निषेध तस्य निषेधनं भवति. हलो तत्रैव प्रश्नस्य उत्तरमपि अस्ति खलु भगिनि. आम् आम्, हकारस्य स्थाने जकारादेशः. येन सूत्रेण इति कोऽपि जानाति वा? द्वयोः अन्यतरस्यां. द्वयोः अन्यतरस्यां. प्रथमं जष्ट्वम् अच् योगः हलौ, अज् योगः हलौ, अनन्तरं जयोः अन्यतरस्याम् इत्यनेन झ भवति. हकारस्य जकारः आदेशः. सम्यक्. अस्तु, श्रीवल्लि भगिनी अग्रिमपरिचयः अपि पठित्वा समापयतु. अत्र सारांशः एवं, तकारयोः सावर्ण्यम् अस्ति, अतः स्थिते उदाहरणे तकारस्य विकल्पेन लोपः भवति. छिन्द् योगः खः खरिच इति सूत्रेण दकारस्य स्थाने तकारः आगच्छति, छिन्त् योगः तः छिन्तः एकं रूपं, विकल्पेन चिन्तः तकारस्य लोपः भवति. समीचीनम्. अतः नाजलौ इति सूत्रमपि मनसि भवेत्, अवश्यं तस्य आवश्यकता भवति. उषा भगिनी फकारस्य का गतिः इति पठति वा? पकारः एव. खरीच इत्यनेन प्रथम आदेशः भवति. प्रत्ययादौ स्थितस्य तकार तकार इत्यनयोः कोऽपि विकारः नास्ति. यथा चोप् योगः ता, खरीच इत्यनेन चोप् ता, पकारस्य या खरीच इत्यनेन परिवर्तनं नास्ति. तेप् योगः ता, तेप् ता. धात्मन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ थ वा चेत् कार्यद्वयं वर्तते. धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत् जषन्तधातुः इति उच्यते. अत्र जषन्तधातुभ्यः थाति थाति च प्रत्ययानां योजनविधिः. जषस्तथोर्धोदः इत्यनेन प्रत्ययादौ तकारः थकारः इत्यनयोः स्थाने धकारादेशः भवति. जषस्तथोर्धोर्धः, जष् उत्तरस्य तकार थकारयोः स्थाने धकार आदेशः भवति, धा धातुं वर्जयित्वा. ओके, जषस्त ओ धातः. ओके, तश्च थ च ततौ इतरेतरद्वन्द्वः तयोः तथोः. ओके, तकार उत्तर अकारः उच्चारणार्थम् अस्ति. तकारोत्तर अकारः. Where is that? Where are they talking about? Okay. Takara uttara akaraha. Jashas tathordodhaha. Ityatra dhakaraha. Takara uttara akaraha. Kevalam uccharanartha. Okay, okay. Takara uttara akaraha uccharanartha masti. Agre dhaha ityasya dhakara uttara akaraha api tata. Okay. न धा अधा, नै तत्पुरुषः तस्मात् अधः. जषः पञ्चमीयन्तं, तथोः षष्ट्यन्तं, दः प्रथमान्तम्, अधः पञ्चमीयन्तम्. अनेकपदमिदं सूत्रं स्वयं सम्पूर्णं. झषः तथोः दः अधः. जषन्तस्य धातोः परः थकारः अथकारः अस्ति. जषन्तधातोः जषन्त अङ्ग जषन्तधातोः जषः परस्य थकारः अथकारः अस्ति चेत् दः भवति. नाट् फर् धा धातु, धा धातु वर्जयित्वा ओके. तथा तदा झलां झष् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीय आदेशः भवति. झलां झष् झषि, झलां स्थाने झष् आदेशः भवति झषि परे. स्थाने अन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं. जलां षष्ट्यन्तं, झषः प्रथमान्तं, झषि सप्तमीयन्तं. त्रिपदमिदं सूत्रं झष् प्रत्याहारे वर्णानां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः. झष् जबन् गडदश् जबगडदश् तयोः व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं झलां झष् झषि संहितायाम्. ओके, जला जलाम् इति षष्ठ्यन्तपदं सो जल् वर्णस्य स्थाने जश् आदेशः भवति जशि जशि इति परस्य अस्ति चेत् जश् वर्णस्य परः अस्ति चेत् झल् वर्णः अपि प्रथमद्वितीयतृतीयचतुर्थवर्णः चतुर्थ अण्ड ऊष्माणां झष् इति जबञ् गडदश् तृतीयवर्णः तृतीयसदसः झष् इति जबञ् गडदश् जबगडदश् न न जबञ् गडदश् जबगडदश् आल्सो इस् देर् या ओके तृतीय आर् चतुर्थवर्ण चतुर्थसतस् ओके ओके सो जलां झष् झषि संहितायाम् ओके यथा दोग् योगः ति दोग् योगः ति झषस्ततोर्दो दः इत्यनेन प्रत्यये इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः दोग् योगः तकारस्य स्थाने धकारः भवति सो दोग् योगः धी भवति दोग् योगः धी जलां झष् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीय आदेशः भवति दोग् योगः धि दोग् धि दिस् लुक्स् लैक् एकाचो बशो बष् आपोसिट् ओके दोग् योगः ति देन् दुग् स्थाने ग् भवति या जश् भवति ओके दोग् योगः धि दोग् धि ओके दोग् योगः ति जशस्ततोर्दोर् दः इति सूत्रस्य सूत्रेण तकार ति इति तकारस्य स्थाने धकारः भवति दोग् योगः धि दोग् योगः धि जलां झष् झषि इत्यनेन दोग् धि ओके तथैव ला लब् योगः ति ला लब् योगः धि भवति ला लब् योगः धि इति दकार is following that's jashi so jalam is bakara so la lab bhavati it becomes jash okay la lab yogah dhi la labdi okay runad yogah ti runad yogah ti becomes dhi runad yogah dhi then dakarah followed by dhi then धकारः फालोड् बै धि बिकम्स् द फोर्त् द ऋणद् धकारः बिकम्स् द् ओके जश् ऋणद् योगः धि ऋणद्धि ओके देन् झर्झर्ज् योगः ति चोः कुः इत्यनेन कुत्वं सो जघर्ग् जघर्ग् भवति झकारस्थाने घकारः भवति ओके देन् घक देन् जघर्ग् जजर्ग् योगः ति जजर्ग् योगः ति झषस्ततोर्दो दः इति सूत्रेण जझर्ग् योगः धि भवति ओके देन् जजर्ग् योगः धि जलां स्थाने जश् भवति बिकास् आफ् जशि फालोयिङ्ग् सो दकारस्य स्थाने ग भवति ओके झर्ग् झर्ग् योगः दि झर्ग् दि समीचीनम् अतः झषन्त धातुः इति नास्ति किल झष् उत्तरस्य झष् उत्तरस्य अङ्गम् इति किमपि न उक्तम् अतः चोहोकुः इत्यस्य प्रसक्तिः अस्ति चेत् तस्य कार्यं भूत्वा अनन्तरं झषस्ततोर्दोर्दः अनन्तरं जलां झष् झषि इत्यस्य कार्यं भवति एतत्तु चतुर्थवर्णः अस्ति चेत् वयं यथा पूर्वं प्रथमबिन्दोः दृष्टवन्तः सर्वत्र वर्गप्रथमद्वितीयतृतीयवर्णः आसीत् इदानीं चतुर्थवर्णः अस्ति चेत् का गतिः तत्र झषस्ततोर्धोर्धः झषस्ततोर्धोर्धः एव किल दः इत्यस्य का गतिः किमर्थं तत्र न भवति अस्तु दत्तः तत्र तत्र उदाहरणं यत् दत्तमस्ति तत्र धा योगः तत् कर्तरि शप् इत्यनेन तत्र शप् आदेशः अनन्तरं तस्य तु जुहोत्यादिगणीयधातुः इति कृत्वा तस्य लोपः श्लौ द्वित्वं धाधा योगः तस् ह्रस्वः दधा योगः तस् तत् सर्वं त्यजामः स्नाभ्यस्तयोरातः दकार अकार अकारलोपः ध ध तस् अभ्यासे चर्चा इत्यनेन तत्र चत्वं चतुर्थपादः इदानीं चतुर्थपादात् किमर्थं द्वितीयपादः गच्छति अस्तु धद धद् योगः तत् अनन्तरं ततस्ततोश्च इत्यनेन धकारस्य धकारः यद् वयं चर्त्वेन कृतवन्तः तस्य एव पुनः अल्पप्राणस्य महाप्राणः कृत्वा धद् योगः तत् अनन्तरं जषस्ततोर्दोर्धः इत्यस्य कार्यम् अत्र न भवति किमर्थम् इत्युक्ते अधः इति निर्दिष्टः अस्ति इति कृत्वा अनन्तरं खरीच दत्तः इति रूपं तत्तु सत्यं परन्तु किमर्थम् अभ्यासे चर्चा कृत्वा दतस्ततोश्च कृतवन्तः इति तत्र सूत्रसङ्ख्या किमर्थं तादृशं कृतवन्तः इत्येव अस्तु अहम् अनन्तरं पश्यामि किञ्चित् विन्यास एव किमर्थं तत्र न भवति इति अस्तु भगिनी धन्यवादः महोदय भवानेव नकारान्तमकारान्तधातुभ्यः नकारान्तमकारान्तधातुभ्यः तकारादिथकारादिप्रत्ययानां योजनविधिः नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकधातुरिति उच्यते अत्र सोपानत्रयं वर्तते अनुनासिकधातुः अस्तु तकारान्त सर्वप्रथमं स च तकारादिप्रत्ययः तकारादिप्रत्ययः कित् नित् वा अस्ति न वा इति निर्णेतव्यं कित् नित् प्रत्ययः यथा त तवतु तिन् सः नाम तस् अस्तु तस् तिप् तसि इत्यस् इत्येतेषु नित् वत् भवति अतः तस् अपित् सर्वार्थकम् अतः नित् वत् कित् नित् भिन्नाः तुमुन्तव्यति इत्यादीनि अत्र तकारादिथकारादिप्रत्ययः कित् नित् चेत् द्वितीयसोपानम् आरोढव्यं तकारादिथकारादिप्रत्ययः कित् नित् चेत् द्वितीयसोपानम् आरोढव्यं तकारादिथकारादिप्रत्ययः कित् नित् नास्ति चेत् साक्षात् तृतीयसोपानं गन्तव्यम् अस्तु इदानीं अग्रे पठामि तत्र अत्र नकारान्तधातूनां कृते किम् अस्ति इति नकारान्तमकारान्तधातूनाम् अत्र कित् नित् प्रत्ययः अस्ति चेत् एकं कार्यमस्ति भिन्न अस्ति चेत् अन्यकार्यम् अस्ति इति अस्ति अग्रे पठामि तकारादिप्रत्ययः कित् नित् चेत् अधस्तनम् अङ्गकार्यं करणीयं सामान्यनियमः अनुनासिकस्य क्विज्जलोः किति निति इत्यनेन जलादि कित् नित् प्रत्यये परे अनुनासिकधातोः उपादायाः दीर्घत्वं भवति यथा शं योगक्त इति अस्ति अत्र उपादायम् अकारः अस्ति अनुनासिक अङ्गम् अस्ति अतः अनुनासिकधातुः अस्ति अतः तत्र कित् अस्ति शां योगत इदानीं अकारस्य दीर्घः भवति शां योगत अनन्तरं नश्च पदार्थजलि इत्यनेन तत्र अनुस्वर अनुस्वरस्य ए परसवर्ण इत्यनेन शान्त इति रूपम् अन्तिमरूपं तथैव वं योगत भगिनी अत्र किं रूपेण किं सूत्रं कार्यं करोति शं शाम् इति दीर्घं भवति सूत्रम् अनुनासिकस्य क्विज्जलोः निति इत्यनेन दीर्घत्वं भवति इति अस्ति दीर्घः अनुनासिकस्य क्विज्जलो इति इत्यनेन जलादि कित् नित् प्रत्यये परे अनुनासिकधातोः उपधायाः दीर्घत्वं भवति. अग्रे अग्रे अग्रे तत्र विवरणमस्ति. वाम्युवक्ता इति अस्ति, तत्रापि अनुनासिक अस्ति, मित् कित् प्रत्ययः अस्ति परे, अतः तत्र उपधायाः दीर्घत्वं भवति वाम्युवक्ता. अनन्तरं वान्त इति सन्धि भूत्वा अनुस्वारस्य मकारस्य अनुस्वारः अनुस्वारस्य परस्वर्णः. अनुनासिकस्य क्विज्जलो नीति इत्यस्य विवरणमस्ति अत्र. षष्ठाध्यायचतुर्थपादस्य पञ्चदशतमं सूत्रमस्ति. अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति क्वि च जलादि नित् नित् प्रत्यये परे. क्विश्च जल् तयोः इतरेतरद्वन्द्वः क्विज्जलौ तयोः क्विज्झलोः क च ककार च नकार तयोः इतरेतरद्वन्द्वः क्यू तौ इतौ यस्य तत् नित् तस्मिन् निति नितीति. अनुनासिकस्य षष्ट्यन्तं क्विज्झलोः सप्तम्यन्तं निति च सप्तम्यन्तं त्रिपदमिदं सूत्रं. नोपदायाः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः, त्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः येन विचिदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति यस्मिन् विधिः तदादौ अल्ग्रहणे वार्तिकेन इत्यनेन क्विज्जलोः नीति इत्युक्तौ क्वि जलादौ नीति तादृश यस्य आदौ जल् स्यात् इति अनुवृत्तिसहितसूत्रमस्ति. अनुवृत्तिसहितसूत्रमस्ति एवम् अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्वि झलिकिति जलादि कित् प्रत्यये परे अथवा क्वि क्वि प्रत्यये परे क्विप् प्रत्यये क्वि इति क्विप् वा क्विप् प्रत्ययः जलादि कित् प्रत्ययः वा जलादि ङित् प्रत्ययः परे उपधायाः अनुनासिकन्तस्य अङ्गस्य उपधायः तदपि अङ्गस्य एव अनुनासिक अङ्गमपि भवेत् तत्र उपधायाः दीर्घादेशः भवति क्विप् जलादि कित् जलादि ङित् प्रत्यये परे. समीचीनम् अस्तु महोदय. अग्रे अपि हल्सन्धिपाठे हल्सन्धिपाठे क्वि इत्यस्य प्रसङ्गः नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रस्य स्पष्टः स्यात्. केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्धेभ्यः च विधीयन्ते तदा नामधातुः निष्पद्यते. येषु क्विप् प्रत्ययः अन्यतमः. क्विप् प्रत्ययस्य सर्वापहारलोपः भवति, नाम पूर्णप्रत्ययस्य लोपः. ककारः लशकतद्दिते इत्यनेन, पकारः हलन्त्यम् इत्यनेन तयोः इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः. इकारः केवलम् उच्चारणार्थं, तदा बकारः एकाकी, तस्य च वेरपृक्तस्य इत्यनेन लोपः. तदानीं किमपि न अवशिष्यते, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य लक्षणं भवति एव. अतः यद्यपि तस्य लोपः जातः, किञ्च क्विपरे अस्ति इति बुध्यते. इति क्विप् इति कृत् प्रत्ययः अस्ति, अतः प्रातिपदिकम् अतः किप् इति क्षम्यतां कृत्येव खलु. अस्तु इदम् अस्तु क्विप् प्रत्ययः तस्य प्रातिपदिकमेव सिद्ध्यति. इदं योग क्विप् क्विप् इत्यस्य सर्वापहारलोपः इदम् इति भवति. इदमेव भवति इदानीम् अनुनासिकस्य क्विज्जलो निति इति इत्यनेन अनुनासिक अङ्गस्य उपधायाः दीर्घादेशः भवति. इदाम् इति भवति इदाम् इति क्विप् इति सनादन्तधातुः अस्तु सनादिधातुः सनादि अपि अस्ति ओ क्विप् इति अन्यद कृत्पत्ति अपि अस्ति वा न जानामि. क्विप् इति कश्चन कृत् प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयते. क्विप् इति कश्चन सनादिप्रत्ययः अपि अस्ति. अयं प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते. अस्तु आम् अस्तु अतः सनातन अतः नामधातु इति भवति नामपदेन भवति अतः नामधातु एव अस्ति कृत् इति न वक्तव्यं धातु अपि अस्ति तपि सोरि धातु अपि अस्ति धातु एव अस्ति अस्तु क्षमतां किं महोदय धातु अपि अस्ति न कत्र अहं चिन्तितवान् तत्र सुबन्तेभ्यः अपि इति भवति चेत् कृत्पत्येन भवति चेत् प्रातिपदिका भवति धातु अपि भवति भवितुमर्हति खलु अतः अत्र राजनियोग धातुभ्यः विधीयते परन्तु यदा कृत्पत्ये योजयामः तत्र तु धातुसंज्ञा त्यजति किल प्रातिपदिकमेव निष्पादनं भवति किल प्रातिपदिक भवति परन्तु दाति वा भवति वा न त्यजति वा जहाति वा तत्र अस्तु किल इदानीं कृत्प्रत्यये योजितवन्तः आमामां सत्यं सुबन्तनिर्माणं भवति किल अनन्तरम् आमाम् अस्तु अस्तु अस्तु सनाधिपत्येनैव नाम दातु अस्तु राजनियोगक्युप् अत्र प्रातिपदिकेभ्यः विधीयते तत्र अस्तु सारि सुबन्तेभ्यः किप् इत्यस्य सर्वपहार लोपः राजन् अनुनासिकस्य कृज्जलो तिति इत्यनेन अनुनासिक अनुनासिकस्य उपादायः दीर्घादेशः अतः राजान् इति भवति सनाद्यन्तः धातवः इत्यनेन तस्य धातुसंज्ञा लटि राजन् राजान् योग शप् योग तिप् राजानाति राजानति क्षम्यतां राजानति राजानति राजायते तादृशरूपं राजानति इति अतः क्विप् इति सर्वापहारलोपः भवति तर्हि सर्वेषां सुबन्तानां धातुसंज्ञा भवति अनेन एतत् क्विप् इति सर्वेषां सुबन्तपदानां भवति वा अत्र किं दत्तम् इत्युक्ते अयं प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते इति दत्तमस्ति अतः भवति एव किल भवति एव तर्हि यदा वयं धातुतः प्रातिपदिकं निर्मामः तत्र प्रायः सर्वत्र भवति एव परन्तु कस्मिन् अर्थे तद् अर्थे तादृश भवति तदेव तत्र एकं वार्तिकमपि दत्तमस्ति अष्टाध्यायी डाट् काम् मध्ये सर्वे सर्वप्रातिपदिकेभ्यः किं वा वक्तव्यः इत्यनेन वार्तिकेन तत् एव आचरति इत्यस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः क्विप् प्रत्ययः भवति आचरति इति सूत्रेण नास्ति सूत्रं नास्ति सूत्रेण नास्ति वार्तिकं वार्तिकम् तत्र तस्य विधानं भवति पतिन्निव आचरति पतिनिति पतिनति दण्डिनिव आचरति दण्डीनति नामधातुः इति वयं दृष्टवन्तः किल बिहेव्स् लैक् तादृश अर्थे एव भवति तत्रापि उपदवर्णस्य दीर्घः भवति खलु भगिनि उपदवर्णस्य अस्ति चेत् तद् मुख्यम् अनुनासिकः अस्ति चेत् उपधावर्णस्य दीर्घः भवति सर्वापहारलोपः क्विप् इति एकः प्रत्ययः सर्वापहारलोपः क्विन् इति अन्यत् प्रत्ययः अपि अस्ति तस्यापि सर्वापहारलोपः भवति तदपि वेरुप्रक्तस्य इति सूत्रेण भवति तद् तत्र वेरुप्रक्तस्य इति क्विन् इति कृत्प्रत्ययः अस्ति वा भगिनि कृत् एव इति चिन्तयामि वेरप्रक्तस्य कृत्प्रत्ययः स्पृशो स्पृशः अनुदकृते कृत्प्रत्ययः 3 to 58 आम् आं कृत् एव आं सत्यं भगिनि क्विप् क्विन् च्वि च्वि इति अपि कृत् प्रत्ययः च्वि इति कथितप्रत्ययः सर्वेषां सर्वापहारलोपः भवति शुक्लीकरोति इति पठामः किल समासे शुक्लीकरोति तद् दूरीकरोति शुचीकरोति करोति भवति भूधातु अस्ति इत्युक्ते भवति तत्र सर्वापहारलोपः इत्वं एरप्रत्तस्य सूत्रम् अस्तु अस्तु विजया भगिनी विशेषनियमः पठति वा अत्र शं योगः इक्तप्रत्ययं शाम् इति अनुनासिक इति सूत्रेण दीर्घः उपादायः दीर्घत्वं भवति परन्तु अत्र एतत् सूत्रस्य अष्टाध्यायीमध्ये कार्यं बहु सन्ति भगिनि यङ् इति आगच्छति अनन्तरं बहु बहवः न भवति भगिनि यङ् किमपि न आगच्छति भगिनि अत्र शां योगः अहं वदामि शान्तः इति शान्त इति शीघ्रमेव इक्तप्रत्ययं योज ताप्रत्ययं योजनेन शान्त इति आगच्छति परन्तु शान्तः इति बहवः कार्यः सन्ति अत्र कार्याणि सन्ति शान्तः इति अनन्तरं प्रातिपदिकात् अनन्तरं वा आं भगिनि ओ बहवः कार्यमस्ति अस्तु भगिनि अत्र विशेषनियमः बि बिन्दुः अनुदात्त उपदेश उपदेश बहवः वनति अनुधातोपदेश वनति तनोथ्यादीनाम् अनुनासिकलोपो जलि इति पठतु अन्तिमम् अनुधातोपदेश अनुधात उपदेश वनति तनोथ्यादि नाम अनुनासिक नाम अनुनासिकलोपो जलि इति वन् धातोः अनुनासिकान्तः अनुदात उपदेशः धातोः अनुनासिकान्त तनादि धातोः अनुनासिकस्य लोपो भवति जलादिकित्नित् प्रत्यये परे अस्ति चेत् अनुदातः उपदेशे येषां ते अनुदात उपदेशः बहुविधिः तनोतिः आदिः येषां ते तनोदादयः बहुविधिः एकनिमिषम् तनोतिः आदिः येषां ते तनोति आदयः बहुविधिः अनुदात उपदेशश्च वनतिश्च तनोति आदयश्च तेषाम् इतरेतरद्वन्द्वः अनुदात उपदेश वन वनति तनोत्यादयः तेषाम् अनुदातोपदेश वनति तनोत्यादीनां क च ञ च तयोरितरेतरद्वन्द्वः ङौ तौ इतौ यस्य तत्स निति नित् तस्मिन् निति अनुदात्तोपदेशवनति तनोत्यादीनां षष्ट्यन्तम् अनुनासिक इति लुप्तषष्टिकं पदं लुप्तषष्टिकं पदं लोपः प्रथमान्तं जलि सप्तम्यन्तं निति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्तस्य निति इति अलोन्तस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधि विधिस्त् तथा दावल् ग्रहणे विधिस्तदा दावल्य दावल् ग्रहणे वार्तिकमस्ति अत्र इत्यनेन जलि निति इत्युक्तौ जलादौ निति तादृशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदातोपदेशवनिता तनोत्यादीनाम् अङ्गस्य लोपः जलि निति तत्र कार्यं किम् इति प्रथमं वदतु भगिनि सूत्रं तु किञ्चित् दीर्घमस्ति एकनिमिषं भगिनि पूर्वतनस्तूत्रे उपधा दीर्घः भवति यदा अनुनासिकान्त अङ्गमस्ति क्वी जल् कित् ङित् प्रत्ययः परः अस्ति चेत् उपादायः दीर्घः भवति. अनेन सूत्रेण किं भवति? अनेन सूत्रेण वन् इत्यस्य अङ्गस्य तथा च तनोति इत्यादीनाम् अङ्गस्य जलादि कित् ङित् प्रत्ययपरः आगच्छति चेत् तत्र अनुनासिकवर्णस्य लोपः भवति. सम्यक्, अनुनासिकवर्णस्य एव लोपः भवति. पूर्वस्मिन् सूत्रे उपादायः स्थितवर्णस्य दीर्घादेशः, अनुनासिकान्तम् अङ्गं शम्, तस्य उपादायः दीर्घः शाम् इति भवति. अस्मिन् सूत्रे किं भवति इत्युक्ते अनुनासिकस्य एव लोपः भवति. ये धातवः अनुनासिकान्तः अनुदात उपदेशाः सन्ति, अनन्तरं वन् इति यद् पृथक्तया उक्तम् किल, तद् वन् इत्यस्य अङ्गस्य तथा थनोति इत्यादीनाम् अङ्गस्य जलादि कित्ङित् तत्र अत्रापि समाननिमित्तमेव. जलादि कित् ङित् क्वीप् अत्र नास्ति, परन्तु जलादि कित् ङित् इति अस्ति. तत्र अङ्गस्य क्षम्यताम् अनुनासिकस्य एव लोपः भवति. लोपः एव अस्माकं कार्यं, तदेव भेदः द्वयोः सूत्रयोः. इदानीम् अग्रे पठतु भगिनि. अनेन आहत्य तर्हि भगिनि तत्र तर्हि एतत् अपवादमस्ति, परन्तु क्विप्रत्ययपरे पूर्वसूत्रमेव कार्यं करोति वा एतेषाम्? आम् आम्, अस्य सूत्रस्य प्रसक्तिः एव तत्र नास्ति. वयं तु अपवादः अपवादः इत्येव चिन्तयामः यदा पश्यामः चेत्, परन्तु तादृशं नास्ति इति अग्रे एव अस्ति. तादृश तत्र बलाबलचिन्तनस्य किम् इति अग्रे अस्ति, प्रायः अद्य वा अग्रिमसप्ताहे वा पठामः. तत्र स्थानमपि भिन्नं किल महोदय, तत्र उपधा एव कार्यमस्ति. अत्र तु अनुनासिकस्य एव लोपः भवति, परन्तु तत्र भवितुमर्हति खलु, इति वन् इति धातुः अस्ति. इदानीं तु नकारादि सोरि अनुनासिकान्त धातुः अस्ति, अनुनासिक क्विज्जलोः इत्यनेन तत्र वान् योग वान्तः इति भवितुमर्हति खलु. वान् वान् वान्ति वान् इति भूत्वा अनन्तरम् अनुदात्त अनेन नकारलोपः वान्त इति तत्र तत्र प्रसक्तिः अस्ति खलु. इदानीं वन् इति धातु तर्हि अपवादः भवितुम् अपवाद पार्ट् अपवादः अस्ति तर्हि तदेव एकः प्रश्नः आसीत् शुकवनमहोदयस्य, इति चिन्तयामि तस्य एव उत्तरं दत्तवान् महोदय अत्र अधः. तत् पश्यामः किं महोदयस्य निर्णयम् इति पठामः. स्वीकरोम् स्वीकुर्मः वा न वा इति अस्माकं चिन्तनं सम्यक्. ममापि तादृशमेव अहम् आम् लोप जलीङ् इति द्वयोः सूत्रयोः जलीङ् इति प्रत्ययः क्षम्यतां निमित्तम् अस्ति. तस्य तु उपदादीर्घः, अस्य तु लोपः, परन्तु अनुनासिकान्ताङ्गमेव अस्ति. स्थानं तु किञ्चित् भिन्नः, तावदेव ममापि प्रायः अपवादः इति एव चिन्तनम्. पश्यामः महोदयस्य निर्णयः कः इति. अस्तु विद्या भगिनी, अनेन आहत्य अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः भुवादिगणे अनुनासिकान्त अनुदात्त उपदेशदातवः यं रं नं गं हण् मण् अनुनासिकान्त तनादिदातवः तनु शिणु शनु ऋणु तृणु गुण् गृण् गृणु वणु मनु. एषु धातुषु मन् धातुः द्विवादिगणे अस्ति, हन् धातुः अदादिगणे अस्ति, अष्टधातवः तनादिगणे सन्ति, अवशिष्टाः द्वादौ एव. येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्यये परे अस्ति चेत्. उदाहरणमस्ति अत्र अत्र आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् यम् रम् नम् गम् हण् मण् एतत् सप्त अस्ति, अनन्तरं नव अस्ति, अष्ट अस्ति, चिनु चनु वृणु एतत् सर्वम् आगत्य पञ्चदशधातवः निर्दिष्टः. अत्र किञ्चित् मन् इति दिवादिगणे अस्ति, अन् इति अदादिगणे अस्ति, अनन्तरम् अष्टधातवः एतत् चिनु चिनु आदयः तनादिगणे सन्ति, अवशिष्टः द्वादिगणे अस्ति. तत्र येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति जलादि खित् नित् प्रति परे अस्ति चेत् किं भवति इति अधः अस्ति. अन् योगः तः तत्र हतः इति भवति. हन् इति अन्तिम नकारः अनुनासिकवर्णः, तत्र लोपः भवति, हतः इति भवति तप्रत्ययं योजनेन. अनन्तरं हन् योगः तः अतः इति अदादिगणे विकर्णप्रत्ययं नास्ति अत्र, अदादिगणः चेत् शप् लोपः भवति. गम् योगः तः गतः इति इत्थप्रत्ययं तत्र अपि अस्ति, मकारस्य स्थाने लोपः भवति, गतः इति भवति. जङ्गम् योगः त तत्रापि लोपः भवति मकारस्य, जङ्गतः इति यङ्लुकि वितरणं नास्ति अत्र. मन् योगः त तः मतः, तन् योगः तः ततः, रं योगः तः रतः, यं योगः तः यतः इति अस्ति. अग्रे पठतु भगिनि, अत्र प्रश्नः उदेति. अस्तु भगिनि, अत्र प्रश्नः उदेति. तनादिगणे नव अनुनासिकदातवः सन्ति, किन्तु तेषु केवलम् अष्टौ दातवः अनेन सूत्रेण अनुनासिकलोपः भवति इति उक्तम्. अन्तिमधातुः षणु सन् इति धातोः का गतिः? अस्य धातुः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात् उक्तः जनसनकनां सज्जलो इति सूत्रेण. जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारः आदेशः भवति, नकारस्य स्थाने आकारः आदेशः भवति. जलादि सन् प्रत्यये परे, जलादि नित् कित् नित् प्रत्यये परे अस्ति चेत् एतत् नकारस्य स्थाने आकारः भवति. अनुवर्तिसहितसूत्रं जनसनकनाम् अङ्गानाम् आत् जलि सञ्जलौ सञ्जलोः निति इति अस्ति. सन्धातोः आत्वं भवति, एतत् एव अत्र उपरि दत्तं जनसनकनाम् इति. आं समीचीनम्. अत्र सन्धातोः कृते जन् सन् कन् धातूनां तत्र एतत्तु अपवादसूत्रम् अवश्यं, जनसनकनां सञ्जलोः इति सूत्रम् अनुदात उपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलीति इति सूत्रस्य अपवादः. तस्य विशेषतया सन् इति धातुः दत्तम् अस्ति इति कृत्वा तत्र आकारात् अन्यत्र अपि अस्ति भगिनि, जलादि कित्नि प्रत्यये परे अपि अस्ति खलु? अस्तु, आं जलादि सन् प्रत्यये परे अपि च जलादि नित् कित्नि अवश्यम् आम् आत्वं भवति. समीचीनम्. अत्र प्रश्नः पठामः, श्रीवल्ली भगिनी पठति वा? अन्यः प्रश्नः उदेति. आं भगिनि, अन्यः प्रश्नः उदेति यत् अनुदात्तोपदेशवनिततनोत्यादीनाम् अनुनासिकलोपो जलि मिति इति सूत्रम् अनुनासिकस्य फिज्जलोः मिति इत्यस्य अपवादः वा? प्रश्नः अस्ति. आं भगिनि, अनुनासिकस्य फिज्जलोः मिति इति सामान्यसूत्रम् अनुदात्तोपदेशवनिततनोत्यादीनाम् अनुनासिकलोपो जलि मिति इति देशः 6437. यत्र यत्र अनुदात्तोपदेशवनते तनोत्यादीनाम् अनुनासिकलोपो जलि निति इति अस्य प्रसक्तिः, तत्र तत्र अनुनासिकस्य क्विज्जलोः निति इत्यस्य अपि प्रसक्तिः अस्ति. द्वयोः सूत्रयोः प्रसक्तिः अस्ति. अनुनासिकस्य क्विज्जलोः निति इत्यस्य अन्यत्र लब्धावकाशः अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलि निति इत्यस्य अन्यत्र लब्धावकाशः नास्ति. आम्, अनुनासिकस्य क्विज्जलोः मिति इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु 6437 सूत्रस्य अन्यत्र लब्धावकाशः नास्ति. यतोहि पञ्चदशानां धातूनां स्थले अनुनासिकस्य गिज्जलोः ग्निति इत्यस्य अपि प्रसक्तिः. तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विज्जलोः निति इति सूत्रं कार्यं कुर्यात् अनुदात्तोपदेश वर्णति तनोत्यादीनाम् अनुनासिकलोपो जले ग्निति इति सूत्रं निरवकाशं स्यात् इति भाति. नाम अपवादभूतसूत्रम् अस्ति इति भाति. किन्तु वस्तुतः तु नास्ति तथा. किमर्थं द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते तदा द्वयोः कार्यस्थलं समानं भवेत्. अत्र किन्तु तथा नास्ति. अनुनासिकस्य क्विज्जलोः ग्निति इत्यस्य उपदादीर्घः अनुदात्तोपोदेशवनिततनोत्यादीनाम् अनुनासिकलोपो जले ग्निति इत्यनेन अनुनासिकलोपः इति कार्यस्थलभिन्नत्वात् अनुनासिकस्य क्विज्जलोः ग्निति इत्यस्य कार्यानन्तरम् अनुदात्तोपोदेशवनिततनोत्यादीनाम् अनुनासिकलोपो जले ग्निति इत्यस्य अवकाशः भवति. यथा गं योगः तः उपदादीर्घः गां योगः तः अनुनासिकलोपः गातः इति अनिष्टं रूपं जायते. किन्तु अवकाशः तु जातः. अनेन अपवादः वक्तुं न शक्यते. अतः गम्योगः तः इति स्थितौ अनुदात्तोपोदेशवन्ततनोत्यादीनाम् अनुनासिकलोपो जले इति भवति परत्वात् न तु अपवादत्वात् तथा सर्वत्र. शिक्षा अत्र एवं यत् अपवादस्य कृते कार्यं केवलं युगपत् इति न कार्यस्थलं समानम् अपि भवेत्. सो विवरणमस्ति अनुनासिकस्य क्विज्जलोः निति सामान्यं विशेषसूत्रम् अनुदात्तोपदेश वनिततनोत्यादीनाम् अनुनासिकलोपो जले ग्निति इति विशेषः अस्ति. प्रथमसूत्रस्य अन्यत्र लब्धावकाशः अस्ति. द्वितीयसूत्रस्य अन्यत्र लब्धावकाशः नास्ति. परन्तु पञ्चदशानां धातूनां स्थले प्रथमसूत्रस्य अनुनासिकस्य क्विज्जलोः ग्निति इत्यस्यापि प्रसक्तिः अस्ति. परन्तु इति कारणेन द्वितीयसूत्रस्य निरवकाशः स्यात्. पञ्चदशासु धातूनां विषये अनुदात्तोपदेशवन्ततनोत्यादीनाम् अनुनासिकलोपो जले ग्निति इति सूत्रस्य निरवकाशं भवति इति भातिः. नाम अपवादभूतसूत्रम् अस्ति इति भातिः. परन्तु किन्तु वस्तुतः तत्र तथा नास्ति. किमर्थं कार्यक्षेत्रं भिन्नमस्ति. अनुनासिकस्य क्विज्जलोः निति इत्यनेन उपदादीर्घः भवति. अनुदात्तोपदेश वन्ततनोत्यादीनाम् अनुनासिकलोपो जलि इत्यनेन अनुनासिकलोपः भवति इति अस्य कार्यान्तरं भवति. उदाहरणं दत्तमस्ति गं योगः ता इति उपदादीर्घः प्रथमं गां योगः तः अनन्तरम् अनुनासिकलोपः गातः इति. परन्तु तस्य रूपम् अनिष्टरूपं जायते. गातः इति रूपं नास्ति. अवकाशः तु जातः. अनेन अपवादः वक्तुं न शक्यते. तत्र द्वितीय सूत्रस्य परत्वात् भवति न तु अपवादत्वात् भवति. अत्र अन्यत्र लब्धावकाशः भवेत् खलु विप्रतिषेधपरं कार्यम् इत्यनेन तत्र भवति वा तत्र अनुदात्त उपदेश इत्यत्र वा आम् अन्यत्र लब्धावकाशः अस्ति चेदेव परत्वात् भवति खलु. अत्र अन्यत्र लब्धावकाशः अस्ति वा तादृश नास्ति किल पञ्चदशधातुः एव चिन्तनम् एवं निरवकाशमेव अपवादस्य बीजम् इति वद इति वदामः. यदा निरवकाशत्वम् अस्ति चेत् अपवादः इत्येव चिन्तनम्. परन्तु अस्मिन् करपत्रे दत्तमस्ति कार्यस्थलं भिन्नम्, अतः पूर्वपरसूत्रं परत्वात् इति स्वीकुर्मः. परत्वात् इति परसूत्र विप्रतिष्ठते परं कार्यम् इत्यनेन भवति खलु. आम्, तत्र समानस्थले समान भवेत् खलु, तत् तादृश अस्ति खलु. तत्रापि समानस्थले समानकाले इत्येव अस्ति. आं, तत्र च पठितवान् पूर्वम्, इदानीं तु भिन्नमस्ति. बहुत्र तादृशम् आगच्छति महोदय. अस्माकं यङ्ग् लुक् वर्गे तु द्वित्वं यद् कार्यं वयं जुहोत्यादिगणे पठितवन्तः, तत्र सूत्रक्रमस्य आवश्यकता अस्ति इति दृष्टवन्तः किल. अभ्यासे चर्चा इति अन्ते एव भवति. इदानीं यङ्ग्लुके यदा वयं द्वित्वं कुर्मः, तत्र महोदयस्य करपत्रे एव अस्ति, तत्र सूत्रसङ्ख्यायाः आवश्यकता नास्ति यदा वयम् अभ्यासकार्यं कुर्मः. अतः मम तु निर्णयः एव न करोमि. कार्यसिद्धिः भवेत् तत् येन केनापि प्रकारेण सामान्य अपवादः भवितुमर्हति इति कृत्वा इति मम अपि तादृशमेव मनसि अस्ति. पश्यामः, यत्किमपि अस्ति सर्वं वयं स्वीकुर्मः तावदेव. अस्तु भगिनि, अन्तिमपङ्क्तिः अपि पठतु भगिनि, समापयामः. तर्हि येषां धातूनाम् अत्र नकारलोपः भवति तेभ्यः इदम् अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम्. आम्, तर्हि येषां धातूनां नकारलोपः भवति, अनुनासिकस्य लोपः नकारमकारयोः लोपः भवति, इदम् अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयं नकारमकार धातूनां विषये. जानीमः किल तावदेव कार्यम् अत्र. शां योगः तः शान्तः, वां योगः तः वान्तः, गं योगः तुं गन्तुं, दां योगः तः दान्तः, गं योगः ता गन्ता, तं योगः तु तन्तु इति उदाहरणम्. समीचीनम्. अस्तु, अग्रिमसप्ताहे अग्रे सरामः. प्रायः अस्य पाठस्य समाप्तिः अपि भवति. अस्मिन् पाठे तु अभ्यासः नास्ति, अतः अग्रिमपाठे किञ्चित् सुबन्तानाम् अपि विषयः अस्ति, अतः तत्र पश्यामः. अस्तु, समापयामः वा. धन्यवादः भगिनि. धन्यवादः भगिनि.